पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 94 अम्बरीष उवाच पापप्रशमनं स्तोत्रं श्रोतुमिच्छामि तद्विभो यस्य श्रवणमात्रेण पापराशिर्विलीयते धन्योऽस्म्यनुगृहीतोऽस्मि श्रावितोऽस्मि शुभं विधिं विकर्मोपार्जितं यस्य श्रवणादेव हीयते चित्रं किमत्र मधुसूदनदैवतस्य मासस्य पुण्यसवनैरिहमाधवस्य स्नानैरवश्य विहितैरखराशिनाशः स्याद्यस्य नाम पठनादपि तस्य लोकः तदेव पुण्यं परमं पवित्रं हृद्यं च लोके सुकृतैकलभ्यं यदुच्यते केशव नामधेयं मन्ये मुने माधव भासि भव्यं धन्यास्तु ते माधव मासि नाम स्मरन्ति ये हो मधुसूदनस्य तस्यैव मे किञ्चिदहो चरित्रं पुनः पवित्रं वद विश्वजन्यम् सूद उवाच वचस्समाकर्ण्य हरिप्रियस्य प्रीदो मुनिस्तस्य नृपोत्तमस्य समाधवस्नान समुत्सुकोऽपि कथा रसेनाः समाधवस्य नारद उवाच सत्यं महीपालमिधो मुकुन्दकथारसालापविधिर्विशुद्धः त्वया समं माधव मासधर्मस्नानाधिकोऽयं हरिदैवतेन जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च अहोरात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि किञ्चिद्वक्ष्यामि ते राजन् वैशाखस्नानजं फलम् अस्मत्पितापि नो वक्तमलं विस्तरतोऽखिलं यत्र मज्जनमात्रेण प्रेदा मुक्तिमुपागताः माधवे मासिते पापा नर्मदा सलिले परे पुरा तीर्थप्रसङ्गेन भ्रमन् कोऽपि महीसुरः मुनिशर्मेदि विख्यातो धर्मात्मा सत्यवांशुचिः युक्तशमदमाभ्यां च क्षान्तिसन्तोषसंयुधः युक्तः स पितृकार्येषु श्रुतिस्मृतिविधानवान् युक्तो मधुरवाक्येषु संयुक्तो हरिपूजने युक्तो वैष्णवसंसर्गे त्रिकालज्ञानवान् मुनिः स्वकर्मनिरतोधिरो हृदयालुप्रियाप्रियः दयालुरधिमेधावी तत्त्वविद्ब्राह्मणप्रियः माधवे मासिरेवायां स्नानार्थं प्रतिसञ्चरन् अग्रधपञ्चपुरुषान् ददर्शातीव दुःखितान् परस्परमसंसर्गकारिणकृष्णविग्रहान् वडच्छायामुपाश्रित्य समासीनानवस्थितान् पश्यन्तो दिक्षु सर्वासु दुरितो विघ्नचेतसः तानालोक्य द्विजश्रेष्ठचिन्तयामास विस्मितः अत्रैते के नराभिधा विपिने दीनचेष्टिताः चौरा वा विकृताकारा दृश्यन्ते सङ्गभागिनः परस्परं च भाषन्तः कृशा कृष्णवपुश्रियः यावदेवं स विप्राग्र्यो विचारयति धीरधीः तावदागम्यते सर्वे दूरस्था मुनिमादराद बद्धाञ्जलिपुडा भूत्वा प्रणम्यो चुरिदि स्फुटम् पञ्चपुरुषा ऊचुः भव्यं भवन्तं पुरुषोत्तमं वै विभ्राजमानं चरितेन मान्यं मन्यामहे विप्रदयालुमुख्यं वाचं समाकर्णयनोऽसि मैत्रः सं तः प्रतिष्ठादीनानां दैवादुद्भूतपापिनाम् आर्तानामार्तिहन्तारो दर्शनादेवसाधवः अहं पाञ्चालदेशीयः क्षत्रियो वीरवाहनः ब्राह्मणं हतवान् मोहाच्चरेण शब्दवेधिना शिखासूत्रविहीनस्तु तिलकेन विवर्जितः अटामि जगदीमेनां ब्रह्मघ्नोऽहमिति ब्रुवन् ब्रह्मघ्नायादिपापाय भिक्षा मह्यं प्रदीयताम् एवं सर्वेषु तीर्थेषु भ्रमन्नत्रास्मि चागदः ब्रह्महत्यानमेद्याभिप्रयादि मुनिसत्तम एवं मे वर्षमेकं हि व्यतीतं कुर्वदो विभो दह्यमानस्य पापेन शोकाकुलितचेदसः चन्द्रशर्मापरो विप्रो योऽयं संलक्ष्यदे द्विज गुरुख्यादिसदुब्रह्मन्मोहाकुलितमानसः मोहाकुलितचित्तत्वात् गुरुघातक उच्यते निवसन्मागधे देशे संत्यक्तस्वचनैस्तदः दैवादसावपि मुने भ्रमन्निवसमागतः शिखासूत्रविहीनस्तु विप्रलिङ्गविवर्जितः मया पृष्ठस्तु वृत्तान्तं सत्यमेवावदद्विजः वसदा यद्गुरोर्गेहे क्रोधाकुलितचेतसा महामोहगतेनापि यथा वै खादिदो गुरुः तेन पापेन दग्धोऽसौ वर्तते शोकपीडितः तृतीयोऽयं पुनः स्वामिन्वेदशर्मा समाहितः सुरापो ब्राह्मणो जादो मोहाद्वेष्या प्रसङ्गदः पृष्ठो मयायमपि मे यथा वृत्तं तथा ब्रवीद आत्मनश्चेष्टितं सर्वं मनस्तापेन पीडितः निरस्तः सर्वलोकैश्च भार्या बन्धुजनैरपि तेन पापेन संलिप्तो भ्रमन्नत्रायमागतः चतुर्थो विधुरो नाम वैश्योऽयं गुरुतल्पगः मोहान्मासत्रयं यावद्वेष्या भूतां च मातरं बुभुजे स विदेहस्तां ज्ञादतत्त्वस्ततश्चरन् दुःखितोऽभ्यागमद्भूमिं भ्रमन्निव मुने पुनः पञ्चमोऽयं महापापी पापि संसर्गकारकः प्रत्यहं धनलोभेन स्थेयादि कृतवानखं वैश्योदिपादकैक्रान्तस्तदस्त्यक्तो जनैः स्वयम् निर्विण्णमनसो दैवान्नं धनामेहसङ्गदः एवं पञ्चापि पापिष्ठास्थानमेकमुपागताः कस्यापि न सम्पर्कं भोजनाच्छादनादिभिः न करोति महाभाग विना वार्तां द्विजोत्तम विषं त्येकासनेनैव न स्वपंत्येकसंस्तरे एवं दुःखसमाक्रान्ता नानातीर्थेषु वै गदाः नास्माकं पादकं घोरं प्रयाति मुनिसत्तम दृष्ट्वा भवं तं दीप्यन्तं प्रसन्नानि मनांसिनः वदन्ति दुरिद प्रान्तं साधोस्ते पुण्यदर्शनाद उपायं वदन स्वामिन् यथा पापक्षयोहिनः ज्ञायते करुणोऽस्माभिर्विप्रवेदार्थवित्प्रभो आर्तानां मार्गमाणानां पश्चात्तापमुपेयुषां मोहादवाप्तपापानां त्वमुद्धर्तासि निश्चितं नारद उवाच तेषां हि दिवच श्रुत्वा मुनिशर्मा मुनिस्तदः इदमाह विचार्येदि करुणावरुणालयः मुनिशर्मोवाच यूयमज्ञानदप्राप्तपादका सत्यभाषिणः अनुतापयुतास्तस्मादनुग्राह्या मयाधुना शृणुध्वमेव च सत्यमूर्ध्वबाहुर्वदाम्यहं यन्मयाङ्गिरस पूर्वं श्रुतं मुनिसमागमे दृष्टं वेदेषु शास्त्रेषु श्रुतं गुरुमुखात्तदा विष्णुनाराधितेनादौ स्वयमुक्तं च तत्त्वदः न तृप्तिरशनादन्या न गुरुर्जनकादपि न पात्रमन्यद्विप्रेभ्यो न देवकेशवात्परः न गङ्गया समं तीर्थं न दानं सुरभिसमं न गायत्र्या समं जाप्यं न द्वादश्या समं व्रतम् न भार्यया समं मित्रं न धर्मो दयया समः न स्वातन्त्र्यसमं सौख्यं गार्हस्थ्यान्नाश्रमो वरः न सत्यात्पर आचारो न सन्तोषात्परं सुखं न माधवसमो मासो महापापहरः परः विधिनानुष्ठितो भक्त्या मधुसूदनवल्लभः गङ्गादिषु च तीर्थेषु विशेषेण सुदुर्लभः प्रायश्चित्तानि सर्वाणि द्वादशाब्दमुखानि च तावद्गर्जन्ति पापानि यावन्नायादि माधवः वैशाखमखिलं मासं यस्नादि हरितत्परः हरिपादसमुद्भूते सलिले विमलाशयः स एव सर्वपापानां हन्ता दृष्टस्तु पापिभिः निजपाप उखनिष्कृत्यै वक्तव्यं तस्य किन्नरैः मासे दु वै माधव संज्ञकेऽस्मिन्न्यस्नादिपापैः स विमुच्यते हि मेषस्थिदे सम्प्रति नर्मदाया शर्मप्रदे वारिणि वारिताखे दुर्लभा हि महानद्यो माधवे मासि सर्वशः ततोऽपि दुर्लभा गङ्गारेवाच यमुना तथा एतासु तिसृषु प्राय प्राप्यैकामपि सादरम् यस्नादिमाधवे मासि विपापः स हरिं व्रजेत् तस्मादहो सह मया सुकृतैकसारे वैशाखमासि च भवन्त उपेत्यरेवां मज्जन्तु पादककृतो मुनिवृन्दजुष्ठे रेवाजले निखिलपापभयापहत्यै एवमुक्तास्ततः सर्वे मुदिता मुनिना सह जग्मुस्ते पापिनो रेवां शं संतोद्भुतकारिणीं मुनिशर्मा ततो गच्छं स्तैस्तदानुगतो नरैः ददर्श पदि सन्त्रस्तान् पिशाचानष्टभीषणान् कुर्वन्तो विविधान् शब्दान् भ्रमन्तोऽपि ततस्ततः ऊर्ध्वकेशोर्ध्वरक्तांश्च कृष्णदन्तकृशोदरान् अरण्ये कण्टकाक्रान्ते वृक्षपानीयवर्जिते सम्मुखं धावदो दृष्ट्वा भयसंविघ्नमानसः नमो नारायणायेदि रक्ष रक्षेदि चाब्रवीद नारायणायेदि नमोऽभिधान माकर्ण्यधर्मैकनिधानमुच्चैः भवान्तरे दे मनसा पिशाच ययोर्निजा दृष्टवशेन लब्धाः विनयान्वितमनसो मुनिशर्मा विलोक्यतान् उवाच मधुराभाषिके यूयं विकृता नराः किं वा केन कृतं कर्म येन प्राप्ता च वैकृतिः कथमेवंविधा सर्वे दुःखिनोऽतीव भीषणाः प्रदा ऊचुः क्षुत्पिपासार्दिता नित्यं नानादुःखचयाकुलाः कृतबुद्धे हृदि क्रूरा नष्टसंज्ञा विचेतसः न जानीमो दिशक्वापि मूढा मानवखादिनः तदेतद्दुःखमाख्यादमे ददेवा सुखं पुनः प्रभादमिव सम्भादि भास्करोदयदर्शनाद् श्रुत्वा नारायणेत्युच्चैर्भाषितं तव कोमलम् दृष्ट्वा च दर्शनं विप्रशुद्धभावं गदा वयं दर्शनेनैव देवि प्र नामश्रवणदो हरेः भवान्तरमनुप्राप्ता वयं प्राप्ता दयालवः विनाशयत्यपयशो बुद्धिं विशदयत्यपि प्रतिष्ठापयति प्रायो नृणां वैष्णवदर्शनम् अहं पर्युषितो नाम सूच कोऽयं द्वितीयकः शीघ्रगो रोधकश्चान्यपञ्चमोऽयं च लेखकः षष्ठोऽयमिति वाग्दुष्टः सप्तमोऽयं विदैवतः नित्यं याजनकश्चायमष्टमकष्टदायकः मुनिशर्मोवाच प्रदानं कर्मजातानां नामानि भवदाङ्कुतः किं तत्कारणमुद्दिश्य येन यूयं सनामकाः प्रेताऊचुः मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विजे आज्ये सदि निराज्यं च तेन पर्युषितोऽस्म्यहं मिथ्या मिथ्या परच्छिद्र मर्मान्वेषि स्वभावतः सूचयामास तेनासौ सूचको शुचिराधुरः शीघ्रं नश्यति विप्रेण याचितः क्षुभितेन वै एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम गृहोपरि सदा स्वादु भुक्तमेतेन पापिना एकाकिना कुमनसा तेनासौ रोधकस्मृतः मौनेनापि स्थितो नित्यं पादेन लिखते महीम् अस्माकमपि पापिष्टो लेखको लोकसङ्गतः गुणिनोऽयं गुणान् द्वेष्टि निर्गुणे च गुणाज्ञताम् असंज्ञे ज्ञानयोगी च वा दुष्टोऽसौ तदस्मृतः नास्तिक्यभावादनिशं पितृदैवतमानवान् न मन्यते च सत्कर्म पापस्तेन विदैवतः सदा याचनको मिथ्या मिथ्या दौर्गत्यदर्शकः स भूतो द्वेचको लुब्धस्तेन याचनकस्त्वयं येभिः पूर्वकृतै पापैर्भुक्त्वा नरकयातनां प्रदास्ते दर्शनादद्य पुनर्जादा स्म सुस्थिताः एतत्ते सर्वमाख्यातमात्मवृत्तान्तसम्भवं प्रश्नं च यदि ते श्रद्धा पृच्छान्यत् कथयामि ते ब्राह्मण उवाच ये जीवा भुवि तिष्ठन्ति सर्व आहारमूलकाः युष्माकमपि आहारं श्रोतुमिच्छामि तत्त्वतः प्रेता ऊचुः शृणुष्वाहारमस्माकं सर्वसत्त्वविगर्हितम्। यं श्रुत्वा निन्दसे ब्रह्मन् भूयो भूयश्च नित्यशः श्लेष्ममूत्र पुरीषेण योषिदङ्गमलेन च गृहाणि त्यक्तशौचानि तानि भुञ्जन्ति तत्र वै स्त्रीदग्धानि प्रकीर्णानि प्रकीर्णायस्कराणि च कुत्सितानि मलेनापि प्रदा वै तत्र भुञ्जते माधवव्यत्र नार्चन्ति स्त्रीजितानि गृहाणि च दयाक्षान्तिविहीनानि प्रेतास्तत्रैव भुञ्जते यत्रा भद्रा गृहे वाच शौचहीनाश्च योषिदः कलहो यत्र सततं प्रेतास्ते तत्र भुञ्जते न यत्र जामयो गेहे पूज्यन्ते न वरास्त्रियः यत्र दुर्जनसंसर्गस्तत्र भोक्ष्यामहे वयं न यत्र हरिसेवा वा न कथा यत्र वैष्णवी न यत्र वैष्णवी प्रीतिप्रेदा वै तत्र भुञ्जते येषामेवं गृहे प्रीता भुञ्जते तेऽपि सत्वरं प्रेदा भवन्ति पापेन निजवंशविनाशकाः तस्य मे जायते ब्रह्मन् वददो भोजनं निजम् अस्मात् पापतरं चान्यत् किञ्चिद्वक्तुं न शक्यते निर्विण्णप्रदभावेन पृच्छामि त्वां दृढव्रतम् यथा न जायते प्रेदो मुक्तिप्रेदत्वतो यथा ब्राह्मण उवाच एकादिश्यादिभि पुण्याय व्रतैरच्युतकीर्तनैः देवतातिथिपूजाभिर्गुरुपूजादिभिस्तद्धा आचारैः साधुचरितैः श्रुतिस्मृत्युदितैर्दिनैः एवं श्राद्धक्रियादानैर्यथाविधि विनिर्मितैः दयादानदमक्षान्तिशीलशिष्टाभिवादनैः इत्येवमादिभिर्धर्मैः प्रेदानस्युकुलेऽपि वै गोविप्रतीर्थामरपर्वताग्र्यनदीनदाश्वद्धदरूननेकशः यो वदन्ते बन्धुजने विनीतप्रेदो न लोके भवतीह नूनं क्रमादर्चयदे युक्तो विशेषादपि मानवः गङ्गादिपुण्यतीर्थेषु तस्य पुण्यमनन्तकं नाहं वर्षसहस्रेषु वक्तुं शक्तः स्वयं विभुः दर्शनादेव तस्यापि मुक्तप्रेदत्वदो भवेत् ऊर्जमूर्जस्वलमासमध दामोदरप्रियं तपसामुत्तमं मासं तपो माधववल्लभं वैशाखं माधवमासं मधुसूदन दैवतम् उत्तमं सर्वमासानां यमेकं मुनयो विदुः येनैव साधनेन स्यात् सर्वं कृत्यं हि साधितम् ब्रह्मविद्यामदाभ्येदि सा लक्ष्मीर्विश्वकारिणी तस्या वासो यतो मासो माधवोऽसौ तदस्मृतः न माधवसमो देवो यथा देवेषु निश्चितं तथा मासेषु सर्वेषु न मासो माधवप्रियः तस्य माधवमासस्य माहात्म्यमपि भक्तितः श्रुत्वा विमुच्यते प्रेदयो निद किं विधानदः सदां सम्भाषणादेव पुण्यतीर्थनिषेवणाद् नारायणेदि पठनात्तन्नाम श्रवणादपि मुच्यते पादकैः सर्वैर्जनो भक्तिपरायणः यदिष्ये तदहं प्रेदा भवदामपि मुक्तये परोपकारजं पुण्यं यदो न स्यान्मखैरपि प्रेदायामि तदस्नातुं देवावारिणि माधवे मासि मेषस्थिते भाना वेदैरनुगतो नरैः पञ्चैव ते पुनर्मोहाज्जातपादक सञ्चयाः स्नातु मायान्ति वचसा ममैव करुणावतः तावद्भवं तस्तु निदेशदो मे तिष्ठन्तु तत्रैव वने विशोकाः श्रीनर्मदावारिणि यावदेव गत्वा निजस्नानविधिं विहाय निर्माय पुरुषानपि नाम तस्मात् कुचस्वरूपानिह नर्मदाके विधानदो माधवमासि दीनान्निमज्जयामीति दयानिबद्धः एवं दिनत्रयेणैव मुक्तिर्वः प्रेदयोनितः न दर्भबडुकस्नानमात्रेणैव न संशयः नारद उवाच एवमुक्तस्ततस्तैस्तु प्रतीतैरपि पूजितः मुनिशर्मा यया वेदैर्यनु यादस्तु पञ्चभिः तत्र गत्वा ततः प्रातः स्नात्वा कृत्वा तथा विधिं स्नापयामास तान् प्रेतान् नामदो दर्भनिर्मितान् स्मृताश्च मुनिना तीर्थे स्नापिता नामतस्तथा प्रेता पुण्यवदा तेन सद्यो मुक्ता दिवं ययुः ते पापिनः पञ्च यदैव रेवाजले निमग्ना वचसैव तस्य श्रीमाधवे मासि विवर्णदेह सद्यस्तु वर्णैकरुचो बभूवुः पापप्रशमनं स्तोत्रं श्राविदा मुनिशर्मणा समक्षं सर्वलोकानां जातस्ते वरकान्तय तत्रस्ता मानवास्तांस्तु विरजान् स्नानमात्रदः न स्पृश्यं दिच राजेन्द्रपापिसंसर्गशङ्कथा मुनिशर्मानुरोधेन तदो धर्मप्रमाणदः सद्यो दिव्या भवद्वाणी यदेते विकतैन सह स्नातानां माधवे मासि मुकुन्दहृदयात्मनां पापप्रशमनं स्तोत्रं शृण्वदामिह सादरं चित्रं किमत्र या शुद्धिर्जायते पापसञ्चयाद सर्वेषामेव पापानां प्रायश्चित्तमिदं परं यत्प्राधर्माधवे मासि भक्त्या तीर्थे वगाहनं यथ प्रेतास्तु ते पापास्नापिता नाममात्रदः स्मृता पुण्यवदा तेन मोचिता मुनिशर्मणा इत्येवमाकर्ण्य गिरं नभस्तामत्यद्भुतामाशु ततो मनुष्याः षट्शं सुरेतानपि पञ्च पुण्यान्वैशाखमासं च मुनिं चरेवाम् अथ चाकर्ण्यभूपालस्तवं दुरिदनाशनं यदा कर्ण्यनरो भक्यामुच्यते पापराशिभिः यस्य श्रवणमात्रेण पापिनः शुद्धिमागतः अन्येऽपि बहवो मुक्ताः पापादज्ञानसम्भवाद परधारपरद्रव्यजीवहिंसादिके यदा प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः नमामि विष्णुं चित्तस्थमहङ्कारगतं हरिं चित्तस्थमीशमव्यक्तमनन्तमपराजितं विष्णुमीड्यमशेषाणामनादिनिधनं विभुम् विष्णुश्चित्तगदो यन्मे विष्णुर्बुद्धिगतश्च यद यच्चाकं कारको विष्णुर्यो विष्णुर्मयि संस्थितः करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च तत्पापं नाशमायादि तस्मिन्नेव हि चिन्तिते ज्ञातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनाद तमुपेन्द्रम् अहं विष्णुं प्रणमामि नदीप्रियं जगत्यस्मिन्निरालम्बे मधुसूदनमच्युतं हस्तावलम्बनं स्तोत्रं विष्णुं वन्दे परात्परम् सर्वेश्वरेश्वरविभो परमात्मन्नधोक्षज हृषिकेश हृषिकेश हृषिकेश नमोऽस्तु ते नृसिंहानन्दगोविन्दभूतभावनकेशव दुरुक्तं दुष्कृतं ध्यातं शमपापं नमोऽस्तु ते यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना अकार्यमकमत्युग्रं तच्छमं नयकेशव ब्रह्मण्यदेव गोविन्द परमार्थपरायण जगन्नाथ जगद्धाथ पापं शमयमेच्युत यच्च पराह्णे सायान्ने मध्याह्ने च तथा निशि कायेन मनसा वाचा कृतं पापमचानत जनता जहृषिकेश पुण्डरीकाक्षमाधव नामत्रयोच्चारणत सर्वे यान्तु मम क्षयम् शारीरं मे हृषिकेश पुण्डरीकाक्षमानसं पापं प्रशममायादु वाकृतं मम माधव यद्भुञ्जान पिबं तिष्ठन् स्वपञ्चाग्र्यद्यदा स्थितः अकर्षं पापमर्थार्थं कायेन मनसा गिरा महदल्पमपि प्रायो दुर्योनिनरकावकं तत्पापं प्रशमं यादु वासुदेवस्य कीर्तनाद परं ब्रह्म परं धाम पवित्रं परमं च यद तस्मिन् प्रकीर्तिते विष्णौ यत्पापं तत् प्रणश्यदु यत्प्राप्य न निवर्तन्ते गन्धस्पर्शादिवर्जितः सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वयम् पापप्रशमनं स्तोत्रं यः पठे शृणुयान्नरः शारीरैर्मनसैर्वाजैर्हृदै पापै समुच्यते मुक्तः पापग्रहादिभ्यो यादि विष्णोः परं पदं तस्मात् पापे कृतं जप्यं स्तोत्रं सर्वाखमर्दनम् प्रायचित्तमखौकानां पठितव्यं नरोत्तमैः प्रायचित्तैः स्तोत्रवरैर्व्रतैर्नश्यति पादकं तदकार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये पूर्वजन्मार्जितं पापमैहिकं च नरेश्वर स्तवस्य श्रवणादस्य सद्य एव विलीयते पापद्रुक्मकुठारोऽयं पापेन्धनदवानलः पापराशितमस्तोम भानुरेशस्तवो नृप मया प्रकाशितस्तुभ्यं तथा लोकानुकम्पया स्तवो योऽयं मया प्राप्तो रहस्यं पितुरादराद इतिहासमिमं पुण्यं यशृणोति नराधिप तस्यापि पुण्यमाहात्म्यं वक्तुं शक्तः स्वयं हरिः स्वस्तितेऽस्तु महाराज गङ्गायामधसत्वरम् स्नातुं यामि समायादो मासोऽयं माधवो महान् इति श्रीपद्मपुराणे पादालखण्डे नारदाम्बरीषसंवादे वैशाखमाहात्म्ये प्रेदोपाख्याने पापप्रशमनं नाम चतुर्नवतितमोऽध्यायः ॐ